सरलं भगिनि, नयतु भगिनि. अहं खलु कुत्र गतसप्ताहस्य प्रथमं कुर्मः, व्रश्च प्रश्च भ्रश्च. न, अहं चिन्तितवती वयं महोदय यत् गते सप्ताहे कारितवान् तदेव कुर्मः इति. अस्तु, तत्र व्रश्च यत् जङ्गम् इति पश्यामि अहं. तत् अद्यतन यत् मङ्गलवासर अस्ति तस्य अस्ति जङ्गमं तदेव कुर्मः, नो चेत् किं तदेव कुर्मः. नो चेत् अस्माकं वयम् एतत्तु चिन्तनवर्गम् अस्ति खलु, नो चेत् शक्नुमः. नो चेत् भवती अत्र व्रश इति इत्यस्मि अनिदिति. तत्र वयं पूर्वमपि कृतवन्तः व्रश्च प्रच्छ. कृतवन्तः, नूतनतया किमपि नास्ति. नूतनतया भ्रश्च केवलं तत्र एक नूतनबिन्दु अस्ति. भ्रश्च तत्र अस्ति न केवलं अङ्गकार्यमस्ति, किन्तु भ्रश्च इति धातोः अन्ते सन्धिकार्यमस्ति अपि. भ्रश्च यत्र अस्ति तत्र भ्रश्च तत्र सज्ज द्वयो मध्ये सोष्णाश्चुः, अनेन सकारस्य जकार भवति, पुनः जलाञ्जष्टसि अनेन जष्ट्वम् आगच्छति, भज्ज इति आगच्छति. सर्वे यत्र अस्ति तत्र तस्य कार्यं भवति. नूतनबिन्दु अस्ति प्रथमं अस्य सप्ताहस्य दृष्ट्वा समयः अस्ति चेत् तत्र कर्म. वयं वर्गे सर्वे ये सूत्राणि सन्ति अनुनासिकधातव तस्य विवरणम् अस्ति, तत् पठितवन्तः, पठामः तर्हि करपत्र. अस्तु, साधु भवति अवगमनं पठित्वा. तर्हि इङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति करपत्रम् अनुवर्तते. तर्हि मङ्गलवासरे महोदय अनुनासिकान्तदातवः इति कारितवान्, तदेव वयम् अत्रापि चिन्तनं कुर्मः तस्मिन्नेव विषये. कः पठिष्यति? अरुणा भगिनी पठितवती. आं भगिनि, अनुनासिकान्तदातवः प्रथमबिन्दु अनुदात्त उपदेश वनित धनोत्यादीनाम् अनुनासिकलोपो जलिगिनिति षष्ठमध्याये चतुर्थपादे सप्तत्रिंशतितमं सूत्रं. वन् धातोः अनुनासिकान्त अनुदात्त उपदेशधातोः अनुनासिकान्त धनादि धातोः अनुनासिकश्च लोपो भवति जलादि कित् नित्प्रत्ययपरे. पञ्चदशधातवः सन्ति. यङ् लुकि मन् हन् पठामि भगिनि वा? पठतु भगिनि. यङ् लुकि मन् हन् गं रं नं यम् इति षण्णामेव धातूनाम् अनुनासिकलोपो भवति. अस्मिन् सूत्रे तनोत्यादीनां गणनिर्देशेन भवति इति कारणेन येषां यङ् लुकि अनुनासिकलोपो न भवति. यङ् लुगन्तानां धातु गण अभावात् वनति इति तु इति तु शिप् टिप् इत्यनेन निर्दिष्टम्. तत्र अवगतं भगिनि, अस्मिन् सूत्रे किमर्थं तनादि धातूनां यङ् लुकि नकारलोपो न भवति? अवगतवती? न अवगतवती. प्रथमसूत्रम् आगतं वन् धातोः अनुनासिकान्त अनुनासिकान्त अनुदातो. अस्मिन् सूत्रे अस्मिन् सूत्रे अनुदातो उपदेश वनति तनोति इत्यादीनाम् अनुनासिकलोपो भवति. अनुनासिक अपि महोदय अधोभागे अधोभागे पुनः अनुदातो वनति तनोति इति दत्तमस्ति साधु, तत् अपि पठतु. तस्य समाधानं समीचीनं भवति. ओके, नाम प्रश्नः भगिनि यङ्ग् लुकि तत् अत्र मन्हन् दातु सूत्रं कारिका आसीत् खलु गणेन यत् निर्दिष्टं न यङ्ग्लुकि इति भवति खलु इति अस्ति खलु कारिका अत्र अत्र पश्यतु शिपाशपा अनुबन्धेन निर्दिष्टं यद् गणेन च यत्र एकाच् ग्रहणं किञ्चित् पञ्चेतानि न यङ्ग्लुकि इति अस्ति खलु अत्र तु तनादि इति सूत्रे किं दत्तमस्ति तनोत्यादीनाम् इति गणं निर्दिष्टमस्ति गणनिर्देशमस्ति इति कृत्वा यद्यपि यङ्ग् यङ्ग्लुक् अपि मित् अस्ति तस्य लोक अपूर्णतया लुक् भवति यद्यपि मित् अस्ति तथापि तत्र गणेन निर्दिष्टम् अस्ति इति कृत्वा न भवति अनुनासिकस्य पिजलोः किन्निति अनुनासिकान्तङ्गस्य उपधायाः दीर्घादेशो भवति क्विच जलादिकित्नित्प्रत्ययपरे अवशिष्टधातवः उपर्युक्तद्वाभ्यां सूत्राभ्यां ये नवधातवः कथिताः तान् धातून् अतिरिच्य अवशिष्टानाम् अनुनासिकान्तानाम् अनेन सूत्रेण उपधादीर्घो भवति. ओके ओके भगिनि मम प्रश्नः अस्ति यङ्ग् यङ्ग् लुक् इति यङ्ग् लुक् भवति खलु सरला भगिनि तर्हि पूर्णतया तर्हि मित् इत्यस्य यत्किमपि कार्यं तस्य प्रवृत्तिः न भवतु खलु तर्हि गणेन निर्दिष्टमिति चिन्तनमेव न आवश्यकं केवलं तत्र यङ्ग् लुक् अस्ति लुक् भवति इति कृत्वा अत्र किमस्ति कार्यं न भवति अङ्ककार्यम् इति वक्तुं शक्नुमः वा सर्वम् अङ्गकार्यम् एव अस्ति भगिनि सर्वे सूत्राणि षष्ठम् अध्याये चतुर्थे पादे आगच्छन्ति अङ्गकार्यं सर्वेषां प्रति भवति अपि यङ्ग् लुकि यत्तमं वयं जानीमः यद्यपि लोप् लुक् भवति तथापि किमर्थं कार्यं वयं प्रवर्तयामः तथापि उत किन्तु तस्य प्रत्ययलोपे प्रत्ययलक्षणमिति कृत्वा वयं प्रत्ययलोपः नास्ति खलु अत्र तु लुक् अस्ति खलु लुक् अस्ति न जानामि बहु कालान्तरं वयं करपत्रं पश्यामः किं चिन्तनम् अत्र तु लुक् भवति खलु यत्र लुक् भवति तर्हि अत्र अङ्गकार्यस्य प्रसक्तिः प्राप्तिः भवति वा इति प्रश्नः अहं चिन्तयामि कारिका यङ्ग् लुक् प्रति अपि अस्ति न केवलं यत्र यङ्ग् विधानं तत्र अस्ति लुक् भूत्वा तदनन्तरं कार्यं भवति न प्रक्रियामपि यङ्ग् लुक् अनन्तरं भवति साधु धातु यङ्ग् लुक् यद् धातु अस्ति वयं इत्यनेन भवति इति कृत्वा द्वित्वं भवति साक्षात् यद्यपि यङ्ग् इति अस्ति तस्य भवति इति वयं पूर्वं दृष्टवन्तः खलु अत्र तु निमित्तं नास्ति इति कृत्वा निमित्तत्वेन वयं न स्वीकुर्मः साक्षात् स्थानी इति रूपेण स्वीकुर्मः अत्र तु निमित्तम् अस्ति खलु हलिनिति इति अत्र उक्तम् अस्ति जलिनिति हलिनिति इति सूत्रं यत्र अधुना अस्माकं जलिनिति इति जलिनिति इति ते प्रत्ययाः सन्ति किन्तु जलादि किञ्चित् प्रत्ययः आं सत्यं धातु अङ्गं यङ्ग्लुक् धातु अङ्गम् अस्ति सनन्तधातु भवति यङ्ग्लुक् इति यङ्ग् इति सनन्त धातु अस्ति साधु अन्तर्भूतः अस्ति सनन्तधातुः अन्तरे किन्तु यत् लुक् भवति खलु पूर्णतया आम् किन्तु ये प्रत्ययाः सन्ति ते तस्य निमित्तं तेषां निमित्तं निमित्तम् अधुना कार्यं चर्चा न भवति खलु यङ्ग्लुक् विद्वानं भवति तदा एव वयं तस्मिन् विषये एव वयं चर्चयामः खलु. आम् अयङ्विधानं भूत्वा यत् कार्यं तत्र एतद् कार्यं गणसूत्रमस्ति इति कृत्वा यङ्लुकि न सम्भवति इति महोदय लिखितवान्. भगिनी अधोभागे पुनः तस्य विस्तारेण दत्तमस्ति. अनुदात्तोपदेश वनति यदि भवती गच्छतु अनुस्वारस्य ये पर्सन तस्य अनन्तरं पुनः वदतु भगिनि. अधोभागे गच्छतु यत् आवली दत्तमस्ति धातूनां तस्य अधोभागे नुगन्तो अनुनासिकान्तस्य दत्तमस्ति अनुस्वारस्य यै पर्समन तस्य अनन्तरम् अनुदातोपदेशवनति तनोति इत्यादीनि अनुनासिकलोपो झलि कितिमिति इति अपि वयं पठितवन्तः वर्गे. आं किन्तु अत्र तु जलिमिति इति प्रत्यये परे इति दत्तमस्ति निमित्तमस्ति खलु. तर्हि वयं तु लुक् यङ् लुक् इत्यस्मिन् लुक् भवति इति कृत्वा न लुमताङ्गस्य इति वयं स्मरति वा दादिगणस्य वयं पठितवन्तः यत्र आदिप्रभृतिभ्यः शपः इति किन्तु अपि वयं दृष्टवन्तः न लुमताङ्ग इति कार्यं न करोति यङ् लुकि प्रति साधु किमर्थमिति किमर्थमहं न स्मरामि किन्तु वयं दृष्टवन्तः पूर्वस्मिन् पाठे नल्लुमताङ्गस्य प्रसक्तिः नास्ति अस्मिन् यङ्लुमन्तप्रत्ययां तत्र वयं दृष्टवन्तः. अनन्तरं पश्यामः. किं पठामि भगिनि? गमः न जन तत् अनुदातु इति पूर्णतया पठामः. अधोभागे यद् दत्तमस्ति तदपि पठतु. अनुदात्ते उपदेशवन्त तनोत्यादीनाम् अनुनासिकलोपो झलि किन्ति. वन् धातोः अनुनासिकान्त अनुदात्त उपदेशे धातोः अनुनासिकान्त तनादिधातोः अनुनासिकस्य लोपो भवति जलादि कित्तिनिति प्रत्ययपरे. अनुदात्तः उपदेशे येषां ते अनुदात्त उपदेशाः बहुव्रीहि तनोति तनोतिः आदिः येषां ते तनोत्यादयः बहुव्रीहिः. अनुदात्त उपदेशश्च वनितश्च तनोत्यादश्च तेषाम् इतरेतरद्वन्द्वः. अनुदात्त उपदेशवनितनोत्यादयः तेषाम् अनुदात्त उपदेशवनिवनति तनोत्यादीनां क् च इत्योरिति इतरेतरद्वन्द्वः. क्यों थौ इतौ यस्य तत् कित् किनिति तस्मिन् क्निति. अनुदात्त उपदेशवनिततनोत्यादीनां षष्ट्यन्तम् अनुनासिक इति लुप्तष्टिकं पदं लोपः प्रथमान्तं झडि सप्तम्यन्तं किनिति सप्तम्यन्तम् अनेकपदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः येन विधिदन्तस्य इत्यनेन तादृश अङ्गस्य अन्ते अनुनासिकवर्णः अस्ति वनति विहाय अनुनासिक इति पदं सर्वेषां विशेषणम् अलोन्तस्य इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः यस्मिन् विधिः तद् अवल्ग्रहेण इत्यनेन झलि किनिति इत्युक्तौ यस्मिन् विधिः तद् आदौ वल् ग्रहणे यस्मिन् विधिः तदादौ ओके आदौ अल्ग्रहणे धन्यवादः भगिनी. वाट्यकमन्तस्ति इत्यनेन जलि किनिति इत्युक्तौ जलादौ किनिति तादृशप्रत्यय यस्य आदौ जल् स्यात् अनुवृत्तिशति सूत्रम् अनुनासिक अनुदात्त उपदेश वर्णित तनोत्यादीनाम् अङ्गस्य लोपः जल्लिकिनिति. इदानीं पठतु द्वितीयपरिच्छेदम् अनेन. ओ ओके. अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः. वन् धातुः भुवादिगणे अस्ति. अनुनासिकान्त अनुदात्त उपदेशधातवः यं रं नं गं हन् मन्. अनुनासिकान्त तनादिधातवः तनु छिनु क्षणु ऋणु तृणु घृणु वनु मनु. येषु धातुषु मन् धातुः द्विवादिगणे अस्ति. हन् धातुः अजादिगणे अस्ति. अष्टधातवः तनादिगणे सन्ति. अवशिष्टाः भवादौ एव. येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति. जलादि किं तिमिति प्रत्ययपरि अवगतं भवति. वन् धातु भुवादिगणे अस्ति. स्थिपनिर्दिष्टम् अस्ति अत्र. अनुनासिकान्त अनुदात उपदेशदातवः यं रं नं घं हन् मन्. तनादिगणे अनुनासिकान्त तनादिदातवः तनु छिणु क्षणु ऋणु तृणु कृणु वनु मन्. मन् धातु दिवादिगणे अपि अस्ति. हन् धातु अदादिगणे अस्ति. शेष सर्वे वादिगणे तो तनादि ये तनादि आद्य दत्तमति गणनिर्दिष्टा आसीत् अथ यङ्लुकि तेषां प्रक्रिया न भवति. अपि वनति इति पा निर्दिष्टम् अस्ति. तस्य अपि यङ्लुकि कार्यं न भवति. सो एते ये एतत् सूत्रम् अस्ति तत्र वनति तनोति तनादिगणीय वनति तत्र कार्यं न करोति. तत्र कः सूत्रं कार्यं करोति तत्र अग्रे दत्तम् अस्ति. यत्र भवती एतत् प्रतिपादति अनुदात उपदेश वनति तनोति इत्यादिना तत् विशेषं किम् अस्ति अस्मिन् सूत्रे? विशेषं किम् अस्ति? विशेषणं किं भवति? अवगतं भगिनि, पुनः वदतु. सि अनुदात उपदेश वनति तनोति इत्यादीनि वा अनुनासिकलोपो झलि कितिङ् इति. ओके. निमित्तं भवति झलि कितिङ् इति. साधु साधु. हा, कीदृश अङ्गं भवति? अनुनासिकान्तम् अङ्गं भवति. अनुनासिक भवति विशेषणं. कस्य विशेषणम्? अनुदात उपदेशधातु भवेत् वा वनति तनोति इति धातु भवेत् इति गणे. सो विशेषं विशेषम् अत्र द्वयम् अस्ति. विशेषद्वयो अनुदात उपदेश त्रयविशेषाः विशेष्यम् अस्ति. वनति किन्तु अनुनासिकान्तं कुत्र आगच्छति? अनुदात उपदेशधातु अपि तनादि गणीयधातः इति. सो अनुनासिक येन विदितं येन विदितदन्तस्य अनेन इति स्पष्टं करोति कीदृशधातु भवेत् यत् यस्य अन्ते अनुनासिक अन्तः अस्ति. अलोन्त्यस्य अनेन केवलम् एक अल् अनुनासिक ग्रहणं भवति. सो इति स्मर्तव्यं. साधु. सो यत्र तनादिगणीयधातु सन्ति यत् शान् यदि वयं पठितवन्तः तेषां प्रति अस्य सूत्रस्य कार्यं न भवति यङ्कि यथा अन्ये सूत्राणि कार्यं भवति तत्र भवितुं शक्नोति किन्तु अस्मिन् यङ् लुकि प्रक्रियायां न भवति. अनुदातोपदेशवान् अपि तनोति सस्य सूच्यस्य कार्यं न आगच्छति. कारणकी गणनिर्दिष्टा अस्ति. वन् धातुः स्थितिनिर्दिष्टः, तनादि इति गणनिर्दिष्टः. धन्यवादः. भवती समाप्यतु जन्मसनखना सञ्चलो तृतीय. ओके, जनकन खनां सञ्जलोः जन् सन् येषां धातूनां नकारस्य स्थाने आकार आदेशः भवति. जलादि सन् प्रत्ययपरे जलादि किति निति प्रत्ययपरे त्रयः धातवः जनखन जनसनखन् धातूनां नकारस्य स्थाने आकार आदेशः भवति. निमित्तमस्ति जलादि सन् प्रत्ययः वा च जलादि कित् नित् प्रत्ययपरे. अनुनासिकस्य तृतीय भगिनि तृतीयबिन्दु अनुनासिकस्य क्विजलोः किनिति अनुनासिकान्तङ्गस्य उपधायाः दीर्घादेशो भवति. क्वि च जलादि कित् प्रत्ययपरे अवशिष्टदातवः उपरि उक्तत्वात् उपर्युक्तत्वाभ्यां सूत्राभ्यां ये नवधातवः कथिताः तान् दातून् अतिरिच्य अवशिष्टानाम् अनुनासिकान्तानाम् अनेन सूत्र उपधा दीर्घो भवति. अवगतम्. प्रथमसूत्रे यत् अनुदात अनुदातोपदेशे वनति तनोति तस्मिन् किं दत्तमस्ति यम गम हन मन हन गम रम नम यम षष्ठातव जन सनखन ते त्रय नवधातव तेषां विहाय यत् अवशिष्टा ये धातवः सन्ति तेषां प्रति अनुनासिकक्रीचलो किङ्गिति इति सूत्रं कार्यं करोति. प्रस्तुत इति सामान्यसूत्रमस्ति. यदि सूत्रस्य सङ्ख्या पश्यतु षष्ठमध्यासे चतुर्थपादे पञ्चादशसूत्रम् अन्यानि सूत्राणि तस्य अनन्तरम् आगच्छन्ति. साधु सामान्यसूत्रं प्रथमं तस्य कार्यं भवति, किन्तु तत् प्रभाद्य यदि मनहन गमखन अस्ति तस्य प्रसक्तिः भवति. यदि जनसनखना अस्ति तस्य प्रसक्तिः भवति अपवादत्वेन. त्रीणि सूत्राणि तेषां निमित्तम् एकमेव अस्ति अनुनासिक क्विझलो कितिङिति पते बरे कस्य कारं कुत्र करणीयम् इति धातु निर्दिष्ट किं धातु अस्ति इति द्रष्टव्यम्. ओके ओके अस्तु. चतुर्थ सूत्रं गमजन खन असां लोपः किनित्यनङ्गि अजादि प्रत्ययपरे गम हन् जन् खन् घस् येषां धातूनाम् उपधायाः लोपो भवति पञ्चधातवः. अत्र निमित्तं भिन्नम् अस्ति अजादि पूर्वं त्रयसूत्राणि अस्ति त्रीणि सूत्राणि तेषां निमित्तं झलि कितिङ् इति अत्र अजादि कितिङ् इति. सो यत्र अजादि कित्नित् अस्ति इति द्रष्टव्यं झलि अस्ति वा अजादि अस्ति इति दृष्ट्वा कः सूत्रं किं सूत्रम् आगच्छति विचारणीयम्. धन्यवादः. पुष्पा भगिनी भवती अग्रे पठति इच्छति वा पठितुम् इच्छति भगिनि एकनिमिषम्. अस्तु केवलं प्रथम लोटि न प्रथमवाक्यम् अपि अनुवृत्तिवाक्यं मकारान्त लोटि न मकारान्तपद्धति मोनो धातु मोश्च धातु इति केवलं प्रथमम् अपि द्वितीय अनुवृत्ति पठतु पूर्वे अस्ति न पदत्वे मोनो धातुः ओ मोनो धातुः अस्तु अस्तु अस्तु मकारान्तानां पदत्वे सति म स्थाने नकारः मोनो धातोः मकारान्तस्य धातोः पदस्य नकारादेशः भवति येन भवति येन विधिष्ठदन्तस्य इत्यस्य सहायेन महाधातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणं मकारान्तदातो एव कार्यं करोति एतत् कार्यं करोति अलोन्तस्य इत्यस्य सहायेन नकारादेशः पूर्णतया धातोः स्थाने न अपि तु अन्तिमस्य मकारस्य अन्तिमस्य मकारस्य तत्तु हा ओके महाषष्ट्यन्तं नः प्रथमान्तम् अनुवृत्तिसहितसूत्रं महाधातोः पदस्य अन्ते नः महाधातोः इति वदनेन कोऽपि धातोः मकारस्य अन्ते मकारः अस्ति चेत् तत्र नकारः आदेशः भवति यदा तद् पदसंज्ञा अस्ति तदा एव न तु न भवति कदा भवति इति अपि स्मर्तव्यं न कदा भवति पदसंज्ञा यदि लङ्लकारे प्रथमपुरुष अपि मध्यमपुरुष एकवचने यदि तकार सकारलोप भवति तद् पदसंज्ञा आगच्छति इति स्मृतं मोनो धातोः तस्य तद् आगच्छति केवलं मकारान्तधातुः इति अपि कारणकि अनुनासिकान्त धातव नकार अपि भवितुं शक्नोति सो मकारान्त मकारान्तानाम् अपदत्वे सति म स्थाने नकारः मोश्च मकारान्तधातोः धात्वन्तमकारस्य स्थाने नकारादेशः भवति मकारे वकारे च परे येन विधिष्ठदन्तस्य इत्यस्य सहायेन महाधातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् अस्तु अत्र मोनो इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं महाधातोः नः वोश्च तत्र मकारवकारपरे मकारस्य दात्वान्तमकारस्य स्थाने नकारः आदेशः भवति अपदत्वे सो यत् कदि उत्तमपुरुषे आगच्छति रवि मा वा इति तत्र स्मर्तव्यम् उत्तमपुरुषे अस्तु लङ्लकारे एव न सर्वे अपि उत्तमपुरुषे यथा लट् लकारे लोट् लकारे लोट् लकारे आनीवान् तत्र न भवति किन्तु लङ् लट् लकारे मा वा आगच्छति येषां यङ् लुगन्तदातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि वक्तव्यानि गम् जङ्गम् एङ्लुकि जङ्गम् जङ्गम् द्वे अपि अस्तु तत्र जङ्गम् स्टार् अस्ति तत्र अपि पठितव्यं तत्र धातु किम् अस्ति तस्य अस्ति नुगतो अनुनासिकान्तस्य अनुनासिकान्तस्य अदन्त अभ्यासस्य नुक् आगमः भवति यङ्गुकि च. अस्य सूत्रस्य अन्तर्गते वार्तिकम् अस्ति पदान्तवत् च इति वक्तव्यम्. अनेन अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमे सति स च अभ्यासः पदान्तवत् इति मन्तव्यं. तस्मात् वा पदान्तस्य इत्यनेन परसवर्णविकल्पः अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथा संज्ञं संज्ञा नाम यत्र अभ्यासः अदन्तः अत्र यत्र अभ्यासः अदन्तः अस्ति तत्र अनुनासिकान्तस्य अदन्त अभ्यासस्य नुक् आगमः भवति यङ् यङि यङ्कि द्वे अपि. उदाहरणं जङ्गम् अत्र अदन्त अभ्यासस्य नुक् आगमः. हा अत्र जङ्गम् अस्ति अत्र नकारः आगच्छति इति तत्र जङ्गं तदेव अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमः भवति तदेव अभ्यासस्य के कः भाग अभ्यास अस्ति अस्मिन् जङ्गम् इति अभ्यासः न्यकारः न्यकारः नकारः आगच्छति जकार अकार अभ्यास वर्णासि साधु जकारः भवति श्रीमती कथं गम् धातुतः कथं निर्माणं भवति यङ् धातुः गकारः अभ्यासः तु नकारः जङ्गम् अत्र जङ्गम् तदेव न्यकारस्य प्रक्रिया स्मृति के सूत्राणि कानि सूत्राणि आगच्छन्ति. हा जङ्गम् यङ्लुकि यङ्लुकि प्रथमतया यङ् विस्मरामि अरुणा भगिनी सहायं करोति वा अनेकाराचौ सूत्रेण यङ् दीयते धातो फलादि एकाच् क्रियासंहारे इति साधु अहं न सर्वं न मम समीपे करपत्रं नास्ति तत् तदनन्तरं यङ् यङ् यङ् विधानं तद् जङ् लुकि तदनन्तरं द्वित्वं भवति द्वित्वं भवति भूत्वा तद् हलन्तम् इति सूत्रेण हलादिशेषः सूत्रेण वकारलोपः भवति गम् गम् गकार चकार भवति तत् चोहोकु साधु ओके चोहोकुः सूत्रेण गकार स्थाने च गकार आगच्छति ग अधुना नुगातौ अनुनासिकान्तस्य सूत्रं अभ्यासस्य प्रथम ग अत्र च अस्ति जकार अकार अस्ति अदन्त अभ्यासः अस्ति तद् अङ्गं ततः नुक् आगमः भवति. नुक् इति आद्यन्तौ टकितौ इति सूत्रेण अन्तादेशे भवति हलन्तम् इति सूत्रेण अपगच्छति उच्चारणार्थं नुकारम् अपि न एव अवशिष्यति. सो जन् कम् अनुस्वार केन सूत्रेण भवति नु आगत्य नश्चापदान्तस्य चलि साधु आम् आम् अनुस्वारः भवति अनुस्वारः भवति इदानीं पदान्तवत् वाच्यते इदानीं पदान्तवत् वाच्यति साधु इदानीं यत् पुष्पा भगिनी पठितवती नुगतो अनुनासिकं तत् तस्मिन् वार्तिकं यत् लुक् आगम आगच्छति तत् पदान्तवत् भवति मीन्स् यत् लुक् अस्ति तत् पदं भवति तस्य सो पदं भूत्वा यदि पद् अस्ति तत्र वा पदान्तस्य अनुसारस्य यै विकल्पेन भवति तत्र अनुसारस्य यै परसवान् अतः द्वयं रूपं वयं प्राप्नुमः जङ्गम् एक अनुस्वारस्य हत अन्य यै परसवर्ण आगत्य जङ्गम् इति वर्गे वयं कृतवन्तः कुत्र कुत्र इति भवति यदि अन्य धातवः सन्ति कुत्र भवति यदि हन् अस्ति तत्र भवति वा न द्वितं यथा द्विरूपं वार्तिकं कार्यं करोति वा न हन् धातु हस्ताने आगच्छति हस्ताने अहं न जानामि भव्या भगिनी घ कथं भवति हकार अननासिकवर्णः नास्ति भगिनि परसवर्णः नास्ति न न धातोः जकारः नलु खलु भगिनि आमां हन् हन् इति झङ्घन् कथं भवति हन् भवति प्रथमं तदनन्तरं कुहोशुः इति भवति खलु तत् अभ्यासस्य कारणम् अस्ति साधु पर घन् यत्र अस्ति घ हन् यत् द्वितीयं किं वदामः प्रथमभाग अभ्यासः अस्ति द्वितीयभाग यत् अस्ति न एत् अत्र तु हल् एक एव एकाच् अस्ति खलु तर्हि हन् हन् इति भवति प्रथमं हन् हन् तदनन्तरं हकारस्य लोपः हलादिषु झकारः भवति अभ्यासे चर्चनेन झकारस्य झकारः भवति नुगतो अनुनासिक अनेन नुक् आगम आगच्छति किन्तु यत् हन् अस्ति तत्र घ भूत्वा तत्र अनुस्वारस्य अन्यत् अन्यत् कार्यम् अस्ति एकनिमिषम् अहं वदामि घातः हक हन् धातुः अपि घातः इति भवति खलु इक्तरूपम् एकनिमिषं वदामि हन् इत्यस्य घकारः अनेन सूत्रेण तु अत्रापि वार्तिकस्य कार्यं भवितुं शक्नोति साधु अहं न अभ्यासाच इति सूत्रमस्ति इति मन्ये अभ्यासाच अभ्यासात् उत्तरस्य हन्ति हकारस्य कवर्गादेशो भवति इति अस्तु सूत्रं किमस्ति अभ्यासाच इति तत्र महाप्राण कथम् आगच्छति कवर्गादेशः भवति इति अस्ति भगिनि तर्हि हकारस्य कवर्गः तु घकारस्थाने अन्तर्गतम् इति अन्येन घकारः आगच्छति अस्तु तु तत्रापि वार्तिकं कार्यं कर् कारणं कि घकारः भवति तु घकार यै भवति सो जङ्घन् इति जङ्घन् अपि जङ्घन् द्वरूपं भवितुं शक्नोति साधु केन वार्तिकेन ये पदान्तवत् वचेति वक्तव्यं नुगुतो अनुनासिकान्तस्य इति यत्र अस्ति वर्गे अहं पूर आवली अस्ति न, तत्र कुत्र कुत्र भवितुं शक्नोति इति महोदय पृष्टवान्, अहं सम्यक् न अवगतवती, इदानीं भवत्या सहायं आवश्यकम् अस्ति. जन् अत्र अस्ति, जन् जन् जन् अत्र अस्ति, जकार जकार तत्रापि द्वयं रूपं भवितुं शक्नोति साधु. जन् जन् अस्तु, अपि खन् खन् तत्र अपि द्वयरूपं भवति. भगिनि अत्र महोदयेन केवलं जङ्गन् इत्यत्र अत्र एव रूपद्वयं प्रदर्शितवान्, हन् धातोः कृते एकमेव रूपं प्रदत्, तर्हि सर्वत्र रूपद्वयं भवेत् ननु? न, सर्वत्र जि सन् सन् अस्ति तत्र द्वयरूपं न भवितुं शक्नोति. नास्ति न इत्यत्र भवेत् ननु? किं जङ्गन् इति अत्र जङ्गमत्री गकारपरे अस्ति, गकारपरे अस्ति किन्तु महोदय करपत्रे प्रदर्शितवान् रूपद्वयं. किन्तु अत्र वर्गे वयं चिन्तवन्तः तत्र द्वयम् अपि भवितुं शक्नोति इति अहं चिन्तयामि, सा उक्तवती. सन् सन् तत्र न भवति, मम्मन् म यत्र अस्ति तत्र म तु यै नै न आसीत्, किन्तु अहं न अवगच्छामि कथं सा उक्तवती भवती. सन्ध्या भगिनी उक्तवती यत् मन् मन् अस्ति मम्मन्, तत्र मकार कथं यै परसवर्णः अत्र तु मोनो धातोः इति अस्ति खलु, पदान्ते मकारस्य नकारः भवति इति पदान्ते अस्ति. ओ आमां पदान्ते, तर्हि मम्मन् मकारः एव, किन्तु अत्र तु मकारः एव अस्ति खलु, नकारः तु न जातः, तर्हि तत्रापि रूपद्वयं मन् इत्यपि भवति खलु, पदान्तम् इति स्वीकृत्य अभ्यासः. अस्तु अस्तु अस्तु, तथा भवती जानाति किमर्थं मम् इति लिखितवान् महोदय इति प्रश्नः. अहं न जानामि महोदय द्वयरूपं कथं न लिखितवान्, वर्गे सा उक्तवती रूपं द्वयं भवति, सो अहं क्लेशः भवत् मम मनसि, कथं मन् मन् अपि भवति भवती इदानीम् उक्तवती पदान्ते भवति, अतः मोनो धातूना मन् मन् भवति. अत्र तु अत्र हलादिशेषः न कार्यं करोति कृत्वा तदनन्तरम् इति विशेषकार्यम् अस्ति न, नुगुतो अनुनासिकन्तस्य तु प्रथमं सामान्य सूत्राणि कार्यं करोति, तदनन्तरं तस्य भवति नुगतो अनुनासिकान्त भूत्वा तदनन्तरं पदान्तवाच आगच्छति. रं रं तत्र न भवति कारण की वेफ इति पुनः यै नास्ति, नन्नं यत्र अस्ति तत्र पदान्ते अस्ति, तत्र एक ए भवति. यं यत्र अस्ति द्वयं सा उक्तवती, य व ल ते तेषाम् अनुनासिक अपि स्वयं भवति, अतः रूपं द्वयम् अस्ति यकारस्य. तन् तन् यत्र अस्ति तत्रापि द्वयरूपं भवितुं शक्नोति, तकार इति झलि अस्ति, यै अस्ति तकार, तु तन् तन् तन् तन् इति. शिन् इति न भवति कारण की अदन्ताङ्गं न आगच्छति साधु. उदाहरणार्थं केवलं वदामि अत्र घकारः खन् धातोः विषये हकारस्य घकारः भवति विधानं सूत्रं द्वयं वर्तते, अभ्यासाच्च इत्यनेन अभ्यासस्य अनन्तरं हकारस्य घकारः भवति, यथा सनादिप्रक्रियासु अनन्तरं यङ्गुगन्त यङ् प्रक्रियासु एवं भवति, तदनन्तरं यत्र हित्तप्रत्ययः णित् प्रत्ययः इति वयं कृतवन्तः खलु, तादृशसन्दर्भेषु होहन्तेर्निन्नेषु इति सूत्रेण पुनः हकारस्य घकारः भवति, तर्हि हन्धातोः घञ्रूपं भवति घातः इति भवति, नुल् रूपं घातकः इति भवति. कः प्रत्ययः भगिनि, कित् प्रत्ययः? अस्तु सूत्रमस्ति होहन्तेर्निन्नेषु इति, स 7354 तर्हि 7355 अण्ड् 7354 सूत्रद्वयमस्ति हकारस्य घकारः ओके अस्तु इदानीं जङ्गम् इति तस्य प्रक्रिया लति कुर्मः कः करोति मणिमहोदय अस्ति वा अस्य न पुष्पा भगिनी भवति भव्यभगिनी एव किन्तु प्रायः अनेके दोषाः स्युः बहु भ्रमः अस्ति मम किमस्ति पङ्क्तिः अस्तु तर्हि जङ्गम् इत्योगः ति इति प्रत्ययः अस्ति अनन्त अधुना तु जङ्गम् इति तु किम् अस्ति किति किम् अस्ति कितिमिति नास्ति अत्र तु केवलं पित् अस्ति तर्हि जङ्गं योगः ति इत्यस्य तु अत्र तु पुनः मोनोधातोः इति अनन्तरं मोष इति झलि परे अस्ति अन्यत् किमपि नूतनकार्यं किमपि नास्ति केवलं नश्यापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति जङ्गन्ति इति रूपम् अनन्तरम् ईति इति पुनः अत्र तु पित् अस्ति जलि नास्ति किमपि कार्यं नास्ति तर्हि जङ्गमिति इति रूपम् अनन्तरं जङ्गं योगः तः इति अस्ति अधुना तु जलि कितिमिति जलि अस्ति तदा किं भवति जनहनघनखनगसां लोपः नित्यनङ्गीत्यनेन नकार भगिनि जनहनति गम् धातु अस्ति आम् तत्र तु जमहन जमहनखनास्ति वा तत्र अजादि अजादि भवेत् अजादि कित्नि अनुदातोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो जलिमिति इति सूत्रेण अनुनासिकस्य लोपं भूत्वा लोपः भूत्वा जङ्गतः इति भवति वा आमाम् अनन्तरम् अति इति अस्ति अधुना तु गमघन घन जनखन गसां लोपः इत्यनेन अधुना तु अजादि कित् अस्ति प्रत्ययः इति कृत्वा किं भवति उपदायाः लोपः भवति अत्र तु उपदा इति पश्यामः चेत् गकार इति अकारः अस्ति खलु तर्हि जङ्नति इति भवति जङ्नति जङ्मति जङ्नति जङ्मति जङ्मति इति जङ्मति इति सि इति अस्ति अधुना तु अत्र तु पित् अस्ति इति कृत्वा अन्यकार्यं किमपि नास्ति कितिमिति नास्ति यद्यपि जलि अस्ति तर्हि केवलं नशापदन्तस्य जलि अनुसरसि परसवर्णः तर्हि जङ्गङ्सि इति परसवर्णः जङ्गंसि इति अनन्तरम् ईषि पुनः पित् अस्ति अजादि अस्ति किमपि कार्यं नास्ति जङ्गमीषि इति सः इति अस्ति अत्र पुनः जलादि कित्यप् प्रत्ययः अस्ति अनुदातोपदेशवनति तनोत्यादीनाम् अनुनासिकलोप जलिमिति इति सूत्रेण मकारस्य लोपः भवति जङ्गतः जङ्गथ अनन्तरं मी इति अस्ति मी इति तु अधुना किम् अस्ति अधुना मोनोधातोः इति पदं नास्ति मोष इति सूत्रेण मोष इति सूत्रेण मकारस्य नकारादेशः भवति तर्हि किम् अस्ति अत्र किं भवति इत्युक्ते अनुनासिक नशापदान्त्यस्य जलि इति प्रबाद्य मोष इति सूत्रेण जङ्गन्मि इति भवति ईमि इति अस्ति केवलं वर्णमेलनं जङ्गमीमि इति वः इति अस्ति पुनः मोष इति सूत्रं का अत्र मोष इत्यस्य प्रसक्तिः अस्ति किन्तु जलि नास्ति इति कृत्वा केवलं तस्यैव प्रसक्तिः तर्हि मोष इति सूत्रेण जङ्गन्वः जङ्गन्मः इति. सी भगिनी भवती एक्स्पर्ट् अस्ति भवती अस्ति नशापदान्तस्य जलि अपि अहं विस्मृतवती. निपुणा आसीत् भवती. अस्तु इदानीं लोट्लकारम् जङ्गं जङ्गं तु तु पित् अस्ति केवलं नष्टपदान्तजलि इति सूत्रम् अकारस्थानुस्वारः अनुस्वरस्य परिसवर्णसूत्रेण नकार जङ्गन्तु जङ्गन्तु इतु नास्ति केवलम् इतु अस्ति इतु अस्ति पित् अस्ति कलङ्गं वर्णमेलं जङ्गमीतु तात् अस्ति तात् अपित् अस्ति अतः अन्धातोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो भवति जलिकिति इति परि परे सूत्रेण नकारलो मकारलोपः बिफोर् मकार भगिनी नश्च पदान्त न दात् इति कितिङ्गित् अस्ति न अपत् अस्ति झलि अस्ति कित् अस्ति किं भवति अनुदातं अस्ति अत्रापि अपित् अस्ति अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो सूत्रेण मकारलोपः भवति जङ्गं जङ्गं अतु अतु इति अदादि अपित् अस्ति गं हन् जन् खन् गसां लोपो लोपः किरिति अनङ्गि सूत्रेण उपदालोप उपदालोप भवति जङ्मत्तु जङ्मत्तु तदनन्तरं हि धातु ओकार इदानीं प्रथमं लोटि चत्री करपत्रे अस्ति तत् पठित्वा तदनन्तरं कुर्मः यथा वर्गे कृतवन्तः करपत्रे लोटि अत्र लिखितमस्ति त्रीणि सूत्राणि ब्रह्मान् जन खसा लोप तदनन्तरं लोटि इति अस्ति खलु ओके ओके केषुचित् स्थलेषु ओके केषुचित् दातेषु स्थलेषु असिद्धवत्र असिद्धवत् असिद्धवत्राभात् असिद्धवत् अत्राभात् इत्यनेन अभीयकार्यप्रसङ्गात् अतो हे हे इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि प्रत्ययस्य लुप् न भवति. अस्य उदाहरणम् उपदिष्ट हन् धातो प्रसङ्गे लभ्यते. असिद्धवत्राभात् सम्यक् अवगमनम् आगच्छति. सूत्रस्य अपि पठतु संख्या किम् अस्ति संख्या असिद्धवत् अत्र अभात् इति षष्ठाध्याये चतुर्थपादे द्विविंशति सूत्रं हन्तेर्जः इति क्षम्यता अतो हे हे अत्यपि षष्ठाध्याय चतुर्थपाद पञ्च अधिकशततमं सूत्रं हन्तेर्जः इति षष्ठाध्याय चतुर्थपादे षट्त्रिंशत् तमं सूत्रं हि प्रत्ययपरे हन् धातोः स्थाने च आदेशो भवति हन्तेः षष्ट्यन्तं जः प्रथमान्तं द्विपदमितं सूत्रं च आदेशः अनेकाल् अतः अनेकाल्षित् सर्वस्य इत्यनेन सर्वस्य स्थाने भवति न तु अन्तस्य षा हौ इत्यस्मात् हौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहित् सूत्रं हन्ते अङ्गस्य जः हौ गतवती किमपि हन्ते ज इति सूत्रं किं भगिनि यदि हन् धातु योग जि अस्ति राधे ओ हि धातु तत्र किं भवति हि परे अस्ति हन् धातोः ज आदेश भवति पूर्णतया अनेकांशित् सर्वस्य न केवलम् एक अल् वर्णं भवेत् किन्तु सामान्यतया यदि वयं प्रक्रिया कुर्मः सो अन्तिमवर्णस्य अल् वर्णं स्वीकृत्य कुर्मः यदि अनेकाश्चित् सर्वस्य भवति तु पूर्व सम्पूर्णधातोः स्थाने आदिष्ट ज भवति ज अपि वर्णद्वयम् अस्ति तत्र जकार अपि वर्णद्वयं सो अनेकाल् भवति एकल् न अस्ति सो एकल् नास्ति तु अनेकाल् न एक अनेक साधु सो अनेकाश्चित् सर्वस्य सर्वस्य स्थाने सर्वस्य मीन्स् हन् ये सर्वे वर्णाः आगच्छन्ति हन् धातोः तस्य तेषां सर्वासां स्थाने ज इति आदिष्टं भवति सो हन्ते ज हन्तेः इति दृष्टपा निर्दिष्टा अस्ति अस्ति हन्ते तस्य षष्ठी विभक्ति हन्ते तस्य स्थाने अङ्गस्य जः प्रथमाविभक्त्याम् अस्ति सो जः हौ हौ इति पुनः सप्तमी विभक्त्यति हि तस्य सप्तमी विभक्ति हि परे अस्ति तु हौ पूर्वकाले अस्तु अवगतवती अवगतम् अस्तु न अनेकाश्चित् सर्वस्य ओके अनेकाश्चित् सर्वस्य आदेशः अनेकाश्चित् च चेत् सर्वस्य स्थाने आदेशः भवति न तु अन्तस्य अलोन्तस्य इत्यस्य अपवादः न एकः अनेकः नै तत्पुरुषः अनेकः अल् यस्य सः अनेकान् बहुव्रीहिः शक् श इत् यस्य सः षित् बहुव्रीहिः अनेकाल् च षित् च अनेकाल् षित् बहुव्रीहि गर्भ समाहारद्वन्द्वः अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः नापि तु अनेके वर्णाः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं स्थाने अन्तर्तमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने अवगतं भगिनि अनेकाश्चित् अस्ति आदेशः अनेकाल् वा षित् प्रत्ययसित् अस्ति चेत् आदेशः सर्वस्य आदेशः भवति न तु अन्तवर्णस्य अलोन्तस्य इत्यस्य अपवादसूत्रम् अस्ति इदानीं पुष्पा भगिनी भवती पठति वा आं भगिनि तदनन्तरम् अरुणा भगिनी पुनः जङ्गं योग हि भवति करोतु वा इति पठतु वा इदानीं प्रधानमुख्य अङ्गं भगिनि अतो हे अधुना अङ्गमदन्तं जातं तत्र अतो हे इदानीं पठितं न हा अधुना अङ्गम् अदन्तं जातम् अतः अतो हे हे इत्यनेन हि प्रत्यय हि इत्यस्य लुक् विधीयते अतो हे हे ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् भवति. अतः पञ्चम्यन्तं हे षष्ट्यन्तं विपर्निगम सूत्रम् अनुवृत्तिसहितसूत्रम् अतः अङ्गात् हे लुक् अत्र अत् इत्र इति अस्ति चेत् अत् इति अङ्गम् अस्ति चेत् हे लुक् आगच्छति इति ह्रस्व अकारात् अङ्गात् अभ्यासस्य न कोऽपि अङ्गमपि सामान्यतया यदि हल् हल् अस्तु नो यदि अजन्तम् अङ्गमस्ति तदा पठ यदि हि भवति अतो हे अनेन तस्य पठि भवति असिद्धत्राभावात् असिद्धवत्राभात् कमपि आश्रयम् अधिकृत्य अभीयकार्यं द्वितीयं समानाश्रितम् अभीयकार्यं प्रति असिद्धं भवति अभीयकार्यं प्रति असिद्धं भवति अधिकारसूत्रं पूर्णतया पठामि भस्य इति अधिकारसूत्रेण भसंज्ञा सम्बन्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् अस्तु असिद्धवत् अत्राभात् इत्यनेन इत्यस्मात् आरभ्य भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तं तत्तु पञ्च एकनिमिषे वदतु पञ्चसप्तति अधिक पञ्चसप्तति अधिक एकशतं एकशतोत्तरमस्ति पञ्चशतं अधिकम् येषां कार्याणां नाम अभियकार्यम् असिद्धवत् अव्ययपदयकारः कथमागच्छति असिद्धवत् अव्ययपदम् अत्र अव्ययपदम् आ अव्ययपदं पदयम् भात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रम् असिद्धवत् इत्युक्ते यथा न अजनिष्यता सूत्रस्य विधानं जातं कार्यञ्च सिद्धं किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा न भविष्यत् अतः असिद्धवत् इत्युक्तं समानाश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन अत्र अव्ययपदेन समानाश्रितः अस्तु समानाश्रितं कार्यम् अस्मिन् योगः त्रल् अत्र अत्र लक्ष्मी भगिनी एते सर्वे अस्मिन् तस्मिन् कस्मिन् चेते सर्वे त्रल् प्रत्ययः आगच्छति कथम् अत्र आगच्छति इति प्रेषितवती अस्मिन् इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात् किम् अवगतवती अत्र आभीयकार्यम् अधिकृत्य अभिय समानाश्रितम् अभियकार्यं प्रति असिद्धं भवति. अभियकार्यं न करोति इति. अभियकार्यं किम् अस्ति? अभियकार्यं तु अत्र किमस्ति इदानीं अभियः येषां कार्याणां भस्याम् इत्यस्य अधिकारस्य अन्त न भस्य इति अधिकारसूत्रेण भसञ्ज्ञां सम्बन्धकार्याणि भवन्ति, परन्तु तद् कार्यं नागच्छति इति. समान आश्रितनिमित्तं ये कार्याणि सन्ति, यदि पूर्वकार्यं जातं तत् परकार्यं यदि भवति तत् न पश्यति पूर्वकार्यं, तस्य कार्यं न पश्यति, तस्य कार्यमपि न भवति. यथा इदानीं यथा अत्र हन् योग हि ज हि इति अभवत् हन्ते जनेन सूत्रमस्ति 6.36. इदानीम् अतो हे यदि अतो हे तस्य किम् अस्ति अदन्त अङ्गस्य हि परे अस्ति तर्हि तस्य लोपः भवति अस्ति. इदानीम् अतो हे द्वयोः अन्ते इति सूत्रस्य निमित्तं किम् आसीत् हि परे हन्त अतो अस्ति तत् ज आगच्छति तु निमित्तं हि अस्ति तस्य सूत्रमस्ति 6.4 चतुर्थपादे इति आभ्यकार्यस्य प्रकरणे आगच्छति. आभ्यकार्यम् इदानीं भवती पठितवती 6.422 तस्मात् आरभ्य 6.175 पर्यन्तं तत्पदं ये सूत्राणि सन्ति पूर्वसूत्रस्य कार्यं यदि भवति यदि द्वितीयसूत्रम् आगत्य कार्यं कर्तुम् इच्छति किन्तु तस्य निमित्तं समानः अस्ति यथा पूर्वकार्यस्य तस्य पूर्वकार्यस्य पूर्वकार्यम् असिद्धं भवति कारणे कि इति न पश्यति. इदानीम् अतो हि यदि आगत्य कार्यं करोति अतो हि ज योगः न पश्यति कारणे तत् असिद्धं भवति. इदानीम् अतो हि तस्य कार्यम् अस्ति न भवति कारणे कि यत् हन्ते च कार्यम् अभवत् न पश्यति एव अतो हि तस्य दृष्ट्या इदानीमपि हान् रोगैः अस्य तिष्ठति तत्र अवगतं. तर्हि तस्य लोपः न भवति जहि इति नकारस्य लोपः जहि इति अतो हि तस्य कार्यं न भवति कारणं कि तस्य दृष्ट्या हन्ते जयति असिद्धम् अस्ति असिद्ध अत्र अभावात् इदानीं असिद्ध भवति अतो हे दृष्ट्या इति तस्य न भासते तस्य जकार इति तस्य अदन्तमङ्गं न भासते. अस्तु इदानीं अग्रे अरुणा भगिनी तु पठति हन्ते जातो हे इति अहम् उक्तवती द्वितीयपरिच्छेदं किं भगिनि यदि पुष्पा भगिनी पठितवती तस्य अनन्तरम् अग्रे पठतु हन्ते ज अग्रिमपरिच्छेद हन् योग हि भगिनि न हन्ते ज अतो हे इति हन्तेभ्यः षष्ठमध्याये चतुर्थपादे त्रिंशत्तितम सूत्रम् अतो हे हे इति षष्ठमध्याय चतुर्थपादे पञ्च अधिकशत सूत्रम् इत्यभ्यां यत् कार्यं सिद्ध्यति उभयत्र तत् कार्यं आभिकार्यं द्वाभ्यां च अभीयकार्यम् ओ आभीयकार्यम् अभीयकार्यम् अभीयकार्यं द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते तस्य कार्यस्य आश्रयः हि प्रत्ययः. अतः एकवारं यदा एकं हि प्रत्ययाश्रितम् आभीयकार्यं जातं तदा यदा द्वितीयं हि प्रत्ययाश्रितम् आभीयकार्यविधीयते तत् कार्यं प्रति प्रथम अभीयकार्यम् असिद्धं भवति. अत्र प्रथमं अन्ते सूत्रेण हन्स्थाने जकार आगच्छति. अदत्र जकार अर्थान्ताङ्गमस्ति अतो हि सूत्रम् अत्र पूर्वसू आभीयकार्यं कारणात् हन्ते कार्यं न पश्यति, केवलं हि एव पश्यति भगिनि. हन्योगः इति एव पश्यति अभियकारि. द्वयोः समाननिमित्तं यदि भवति भस्यनेन अभियकार्यमिति वदामः. अस्तु अग्रे अग्रे अस्तु असिद्धवत् अत्र असिद्धवत् अत्र आभात् इति षष्ठमध्याये चतुर्थपादे द्विविंशतितमं सूत्रम् अतो हे षष्ठमध्याये चतुर्थपादे पञ्चशत अधिक शततमं सूत्रम् इति सूत्रस्य एकशतम् इति सूत्रस्य दृष्ट्या हंसे जः इति सूत्रेण यत् कार्यं जातं तत् कार्यम् असिद्धम् अस्ति. अतः अतो हे इत्यस्य दृष्ट्या हन् धातोः स्थाने ज आदेशः न जातः, तस्मात् अङ्गम् अदन्तं नास्ति. अतः अतो ये हे इत्यनेन हि प्रत्ययस्य लुक् न भवति. किं जातम् आहत्य आहत्य हन् योगः हि प्रथमं हन्ते जः इति सूत्रेण हन् स्थाने जकार आगच्छति. अत्र अनेकाक्षित् अस्ति, अनेकाल अस्ति, ततः पूर्व सर्वं स्थाने जकार आगच्छति. जकार अङ्गम् अकारान्तम् अस्ति, हि लोपः न भवति, जहि इति निष्पन्नं भवति. ओके, सो इदानीं जङ्गं योगः करोतु. जङ्गं हि अत्र इति आधारेण जङ्गमत्र केवलं हन् धातोः भगिनि अत्र जङ्गं योगः हि परे अस्ति साधु हि परे अपित् अस्ति, ततः अनुदात्त उपदेशः वर्णति तन्नात्यादीनाम् अनुनाष्टिकलोपो जल्लिकिनिति सूत्रेण मकारलोपः भवति जङ्ग् हि. सूत्रस्य सङ्ख्या किम् अस्ति अनुदात्त उपदेशे 1 6 4 37 7. ओके, इदानीं किं भवति जङ्गयोग हि साधु मात्र लोप भवति वा अनुदातोपदेशवनति अनेन मकारलोपः भवति, ततः जङ्ग् जङ्गयोगः हि अतो एः कार्यं करोति अतो हि तस्य कार्यं न करोति. किमर्थम् असिद्धवत् अत्र अबाधित् सूत्रेण हि लोपः न भवति जङ्ग् हि सो जङ्ग् हि आं भगिनि हि कृतवती न भवति हन् धातु कृते न अस्ति अजङ्ग अत्रापि तस्य अभ्यकार्यम् आगतम् जहि एव तिष्ठति जङ्गहि. अस्तु अग्रे तात् अपित् अस्ति अनुदात्त उपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपो जल्लिकिन् इति सूत्रेण मकारलोपः भवति जङ्गतात् जङ्गम् अत्रापि नकारलोप मकारलोपः भवति जङ्गतम् अतु अस्ति अतु अजादि अस्ति अतः गं हन् जन् कनकसां लोपः किनिति अनङ्गि इति सूत्रेण उपदालोपः भवति उपधालोपनपति आनि आवसे सम्पित् सन्ति साधु अपित् नास्ति न तत्र केवलं वर्णमेलनं भवति जङ्गमानि जङ्गमागत् नास्ति आनि आव आम ते लोट्लकारे पित् सन्ति जङ्गतु जङ्गमतु आनि अस्ति अत्र केवलं वर्णमे वर्णमेलमेव आव अपि पित्त अस्ति सो जङ्गमाव जङ्गमाम जङ्गमाम पुष्पा भगिनी भवती लङ् लकार कर्तुमिच्छति वा समस्या अभावत् अहं करोमि प्रयत्नं करोमि अस्तु अजङ्गम् तकारस्य लोपः भवति हल्याभ्यो दीर्घाच्योतस्य कृतस्य प्रक्तहल् तदेव तकारस्य लोपः भवति अजङ्गम् अजङ्गम् मकार पदान्ते मकारस्य लोपः भवति अजङ्ग एव तिष्ठति न महोदय लोप कथं भवति कं कम् आगच्छति तस्य स्थाने मकारस्य स्थाने भवती पठितवती साधु द्वे धा सूत्राणि द्वे सूत्रे किं मोनो धातु मोश्च धातु नकारः रूपं किं भवति अस्तु अजङ्गन् अग्रे तु तकारः तात् अस्ति न अजङ्गतात् अजङ्गात् ईत् अस्ति अजङ्गम् योग ईत् ईत् ईत् अस्ति अत्र जङ्गमीत् एव अजङ्गमीत् अजङ्गमीत् अजङ्गमीत् अत्र तात्तु मकारस्य लोपः भवति अत्र अजङ्गात् अजङ्गात् अजङ्गात् अजङ्गताम् अत्र मकारस्य लोपः पदान्तस्य पदान्तस्य लो पदान्त मोनो अजङ्गं योगतां साधु अजङ्गताम् अजङ्गताम् तां तु अपित् अस्ति कः सूत्रम् किं सूत्रम् आगच्छति तत्र गणसूत्रं नास्ति अनुदात्तोपदेशनासिकतनादि धातोः अनुनासिकस्य लोपः भवति, मकारस्य लोपः भवति. झल् अस्ति न जलादि तथैव सम्यक् अजङ्गुः अत्रापि अनुदात्तोपदेश वनति तनोर्या त्यादि त्यादीनाम् अनुनासिक लोपो झलि किति. धन्यवादः. रूपं किं भवति? अजङ्ताम्. साधु. अजङ्ताम् उः अस्ति अत्र. अत्र अजगुः इति आगच्छति इति मम कथं नकारः अनुनासिक अभ्यासस्य अनुनासिक गच्छति इति उपधाय कार्यं न अस्ति इति नकारः नकारः नास्ति इति मम चिन्तनम्. अजगुः गमः न जन खन घसामि चतुर्थसूत्रम् अस्ति तस्य कारणं भवति इदानीं अजादि किञ्चित् अस्ति अजगुः उपधाय स्वर तस्य लोप भवति किं भवति अजगुः उपधायस्वरस्य लोपः भवति भगिनि अस्तु अग्रे अजङ्मुः तत्र सकारः अपि लोपः भवति हल्याभ्यो दीर्घाचतुष्टयः तस्य हल् अत्रापि नकारः भवति मकारस्य नकारः अजङ्गन् मोनो परे तु तम् अस्ति तदपि मकारस्य लोपः भवति अनुदात्तोपदेश वनति तनो तत्कारयात् अजन्तम् अजन्ता अजङ्मि न अजङ्मि न अजङ्गम् अजङ्गम् अजङ्गममम् मकारवकारस्य कारणम् अस्तु तत्तु मोश्चः आगत्य एकनिमिष मोश्चः आगत्य नकारादेशः भवति मकारवकारे परे तत्तु अगञ्जन्म अस्तु विधिलिङ्ग् करोति वा झटिति अत्र कोऽपि कार्यं नास्ति झल् नास्ति तदेव कोऽपि नास्ति अत्र जङ्गम्यात् जङ्गम्यातां जङ्गम्युः जङ्गम्याः जङ्गम्यातं जङ्गम्यात जङ्गम्या अजङ्ग्याम् अजङ्ग्या वा अजङ्ग्याम बहु समीचीनम् अस्तु समयः अभवत् धन्यवादः घण्टा तु पुनः अग्रिमे सप्ताहे भवति केवलं लट् लकार कृतवान् सर् धन्यवादः दीपावली भव्य भगिनी थेङ्क् यू वेरि मच् धन्यवादः दिवाली शुभाशय धन्यवादः सप्ताहद्वयम्